नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्यायी प्रवेशः इति. अष्टाध्यायी इति ग्रन्थस्य विषये किञ्चित् ज्ञातुं प्रयत्नं कुर्मः. तदर्थम् अस्माकं रमाशिवरामन् भगिनी तत्र पवर् पायिण्ट् प्रेसेण्टेशन् कृतवती, तस्मात् तस्मान् पाठयति. अस्तु भगिनि, कृपया आरम्भं करोतु. धन्यवादः भगिनि. एनाक्षरसमां नायम् अधिगम्य महेश्वरा. किमपि न श्रूयते भगिनि. व्याकरणं न श्रूयते? श्रूयते भगिनि. श्रूयते वा? श्रूयते भगिनि, श्रूयते, वदतु. एनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तम्. भगिनि किमपि न श्रूयते. नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मीना भगिनी पुनः आगच्छतु भगिनि, भवत्याः लैन् मध्ये क्लेशः अस्ति प्रायः. अस्तु भगिनि. ओके. So, last week I had promised a few of you that I will give you some, you know, indications of where the sutras are, which are Bhagini, Meena Bhagini, Bhavatyaha line madhya klesha hasti Bhagini, Bhavati punaha agachatu. I think she's not able to hear that also. Log out and log in. Okay, I'll start. I'm just going to speak a little bit about it because I have to take care of everybody's interest. But one thing I can tell you is if you can make a note of the sutras that I'm going to point out, it will be very useful for you in the future if you have to speak to somebody or revisit this, because what I'm going to speak now is not available anywhere in any ready-made form, okay? This is something that I have sat through and put together. So I'll just give you some examples, okay? So first and foremost, I'm going to talk keeping slide 8 in mind, which is, you know, where I spoke about computer science and object-oriented analysis and design. Just 4 or 5 concepts quickly I'm going to go through. I am not going to get into the details of the sutra because then I will become like Vidya Bhagini and do the entire course. That is not what I want to intend, okay? So the first thing I wanted to say is, for encapsulation, the example that you could use is the shabdas of Shripati and Pati, right? Pati taking a different form, an exception form, Pati in samasa, being different, and Pati normally being a different form. So by encapsulating it with a suitable rule, we have managed to handle Pati as well as when Pati comes in samasa. So that is one example. Okay. Kimapi na shruyate. Does anybody else have a problem? No, I can hear very clearly. I can also hear very clearly. I can hear. Yeah, no problem. Okay, so let me proceed. So the second one is abstraction I was talking about. See, if you see, they have this concept, Panini has developed this concept of adhikaras, right? So a very good example, if you actually see, and this can also be an example for multiple inheritance that I spoke about, right? I'm not going to get into the detail. You can note down the concept of nipata, right? Then you have the upasarga, then the pradayaha, gati, kriyaya. That is a multiple inheritance because the nipata adhikara runs quite big. I'll show you how long it runs when I go through the PPT. But that is an example of multiple inheritance because you keep consecutively or successively getting a properties of the outermost adhikara. A very beautiful example, right? And then the very important aspect is polymorphism, which I spoke about. again, please note down the example, because I am not sure whether everybody can appreciate it now. There is a concept called nip, right? It is kaka gana na nip, and that is a very, very important concept in Panini and Ashtadhyayi. This one has a very unique meaning if you take Tinganta Prakaranam, which we have been exposed to, which is related to Guna Nisheda and all of that, right? Nitiya and all of that. But there is a whole set of different rules for the Subanta side, right? So that is what I would term as polymorphism, because it has got completely morphed into a different kind of rule set, but the same Nit being the operator there. Okay, so that is a very, very important aspect. The other one, the last one that I wanted to speak about is inheritance or extension, which I spoke about in the last class also, which is Loto Langvata. All the base rules follow the Langlakara rules, and then from there we extend and we take it forward in Lotlakara, which I'm sure Sri Vidya Bhagini will speak about when she comes to that, and that time we can learn exactly how it works. Okay. And there are a lot of other things, but I don't want to get into the details. I think this is sufficient if you have noted down. And one important point, when you come to Litlakara, you will appreciate this. There is a Idagamaha rule, okay, for Valadi Ardhadatuka Pratyayaha. And there you will see the complete applicability of conditional programming, if, then, else. So you actually can put it in a neat flowchart, you know, using the computer programming language, and it works very well. So when we come to that, I'm sure someday I will see if I can, you know, draw that diagram for you and share with you. Okay. So I'm going to stop with this and continue with our regular, you know, slides. So I will start with slide 10. Okay. So that is where we stopped in the last class. So let me start from there. So that is key concept 1. Organization and content, right? Pratamaha amshaha samrachana swarupam cha. Ashtadhyayam kim asti iti pashyamaha. So, yata namna nyaya ashtanam adhyayanam samaharaha ashtadhyayi dvigu samasa. Atra ashto adhyayaha santi prati adhyaye chatvaraha padaha santi. I'm sure many of you know this already. If you don't know, that's why I'm quickly covering. And the sutra is numbered m.n.p, which means m represents chapter, n is pada, and p is sutra. Very important to note, there is a great significance attached to the last three padas, tripadi, or last three sections, which means they are the last three coming in the eighth chapter. Okay? So, 8th chapter, 2nd, 3rd and 4th pada, right? So, 8 to 1 Purvatra Siddham onwards, we will see how the Tripadi operates also, okay? So, that is also an important concept that we must remember, okay? So, then moving on to the next slide, that is slide 12. Idanim kim asti ashtadhyayam kasmin adhyaye kaha vishyaha. You'd like to know, right? Bird's eye view. I used to feel very bad that I didn't know this initially. So I put this together, the content of the Ashtadhyayi, in simple terms that we all can understand. So Ashtadhyayam Prakaranani Santi. Ityukte Prakaranashaha Niyamaha Uchyante Samasa Sutrani, when you look at it, Sarvani Ekatra Bhavanti. Samasa Sutrani Sarvani Ekatra Bhavanti. Same thing I can't extend to Sandhi. Pratyaya Vidanam Tadditaha Pratyayaha Ekatra Bhavanti Evam Prakarnashaha Vivaktam Asti. Kasmin Adhyaye Kaha Vishayaha Pramukataha Asti Iti Pashyamaha. So in chapter 1 you will see that Sanya is covered, right? And a very important aspect of the Ashtadhyayi is Sanya. And I am sure with very great thought Panini has placed it in the very first chapter, because Sanya is a very, very important aspect. We will see what it does, right, in the framework. Then there is a Sanya called Pradana Sanya. So if you see, Panini has not left anything to chance. The Pradana Sanya covers all the Vibhaktis and the definitions of the Vibhaktis themselves. So that is one Sanya, Pradana Sanya. So in Lagu Siddhanta Kaumudi, if you see, after sandhi prakaranam we get pancha sandhi prakaranam. So now you would be able to understand why there was a need for laghu siddhanta kaumudi, which came much later based on ashtadhyayi. The reason is, rightfully, Panini has placed several of the sandhis in the Tripadi chapter. Okay, Tripadi portion, not chapter, Tripadi portion. Because the sandhis have to come last so that after that you can exit the Karyani, right? He had a reason to place them there, a very, very important reason. But if we were to wait till Sandhi Prakaranam to understand what a Sandhi is, if we had to wait till the Sandhi Sutras to understand what Sandhi is, it would take a long time and we may get lost. So therefore, Laghu Siddhanta Kaumudi has placed Sandhi Prakaranam right after the Sanya Prakaranam. Pancha Sandhi Prakaranam comes right after Sanya Prakaranam. Okay? So therefore, in Laghu Siddhanta Kaumudi, you get a beautiful bird's eye view of the Sandhi, Panchasandhi Prakaranam initially itself. Okay? So I just wanted to make these points. Otherwise, the distribution is like whatever is given here. And there is also a slide 13 on which the entire, the statistics, some interesting statistics of where, what is there, how many numbers are there, etc. are given. Okay? I'm going to stop here for a minute, Bhagini, for you to step in. Yeah, dhanyavada Bhagini. So one thing I would like to add here is atra prathamadhyayasya ante tatra karakam iti prakaranam api asti. Tarhi prathamadhyaye karakam iti mukhya vishayah tadapi asti tatra api cha dvitiyadhyaye api karakam iti asya continuation bhavati dvitiyadhyaye api samasah karakam iti vishayah pramukha vishayadvayam. अपि च अन्यत् किं वक्तव्यम् इति चेत् नत्वविषयः नत्वम् इति विषयः तु वयं सर्वे सर्वत्र पश्यामः नत्वविधायकसूत्राणि तत्र रषाभ्यां नोणः अपि च रषाभ्यां नोणः समानपदे अट्कुप्वाङ्नुं व्यवाये अपि इति सूत्रद्वयं पूर्वम् अस्माभिः परिशीलितम् आसीत्. तानि सर्वाणि सूत्राणि नत्वविधायकसूत्राणि अष्टमाध्यायस्य चतुर्थपादे एव सन्ति. तदपि तत्र नत्वप्रकरणम् इति एकमस्ति, तस्मिन् प्रकरणे नवत्रिंशत् सूत्राणि सन्ति. तर्हि अत्र पश्यामः चेत् तत्र प्रकरणरीत्या विषयस्य विभागः अस्ति, नत्वप्रकरणं, द्वित्वप्रकरणं, संज्ञाप्रकरणम् इति तादृशप्रकरणं यत्र समानानि कार्याणि भवन्ति तानि सर्वाणि एकत्र स्थापितानि. यथा तत्र यद्यपि तत्र सन्धिप्रकरणम् इति किमपि नास्ति, तथापि तत्र षष्ठाध्याये सन्धिकार्याणि दृश्यन्ते, अपि च अष्टमाध्याये अपि सन्धिकार्याणि, हल् सन्धिकार्याणि दृश्यन्ते. अतः तत्र पृथक्तया सन्धिकार्यम् इति न उक्तं, तथापि तत्र सन्धिकार्याणि षष्ठाध्याये अपि सन्ति, अष्टमाध्याये अपि सन्ति इति स्मर्तव्यम्. अपि च अत्र अन्यः मुख्यविषयः कः इति चेत् तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये एतेषु त्रिषु अध्यायेषु प्रत्ययनिमित्तीकृत्य कार्याणि भवन्ति. इत्युक्ते तत्र एव प्रत्ययस्य विधानं भवति. यः कोऽपि प्रत्ययः भवतु संस्कृते, ते सर्वे प्रत्ययाः तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये एव सन्ति. तृतीयाध्याये धातुतः विधीयमानः प्रत्ययः भवति. यदा धातु मूलरूपम् अस्ति धातु, तस्मात् तिङ् प्रत्ययः भवतु, कृत् प्रत्ययः भवतु, विकरणप्रत्ययः भवतु, सनादिप्रत्ययः भवतु, यः कोऽपि प्रत्ययः धातुतः विधीयते सः प्रत्ययः तृतीयाध्याये अस्ति. अनन्तरं चतुर्थाध्याये, पञ्चमाध्याये प्रातिपदिकात् विधीयमानः प्रत्ययः. प्रातिपदिकात् किं विधीयते इति चेत् सुप् प्रत्ययः विधीयते. प्रातिपदिकात् तत्र सी प्रत्ययः विधीयते, अपि च सुबन्तात् तद्धितप्रत्ययः विधीयते. अतः अत्र मुख्य अध्यायाः के इति चेत् तृतीयाध्यायः, चतुर्थाध्यायः, पञ्चमाध्यायः. अत्रैव सर्वेषां प्रत्ययानां विधानं भवति. अनन्तरं तत्र सप्तमाध्याये द्वित्वकार्याणि भवन्ति, अभ्यासकार्याणि भवन्ति. यत्र यत्र संस्कृतभाषायां द्वित्वम् अस्ति, यत्र धातोः द्वित्वं भवति, यथा अत्र जुहोत्यादिगणे वयं जानीमः धातोः द्वित्वं भवति, तादृशद्वित्वकार्याणि सप्तमाध्याये सन्ति. अनन्तरं तत्र यदा द्वित्वं भवति, पूर्वभागस्य नाम अस्ति अभ्यासः इति, तत्र अभ्यासकार्याणि अपि सप्तमाध्याये भवन्ति इति अत्र स्मर्तव्यम्. Bhagini, I have actually given this in that slide, so people can use it to refer. The only thing I missed is Karaka. Thank you very much. I will put that in. I found it very difficult to get this information in one place. So I had to pick it up and put it very nice that you could quickly tell everything. Very nice. Thank you. Lakara Vishaya Kusarashti. Lakara Vishaya. Oh, thing. Lakarasya Vidhanam Triti Adhyaya. तृतीय अध्याये अस्ति लकारस्य विषयः तृतीय अध्याय इत्युक्ते लकारः तु धातुतः विधीयते खलु लकाराः सर्वे लकाराः धातुतः विधीयमानाः अतः तृतीय अध्याये एव सन्ति अन्य कोऽपि प्रश्नः गच्छतु भगिनि स्लैड् स्लैड् 14 स्लैड् 14 माहेश्वरसूत्राणि द्वितीयविषयः व्याकरणस्य आधारभूतः कश्चिदंशः माहेश्वरसूत्राणि वस्तुतः अष्टाध्यायी एकं भवनं चेत् माहेश्वरसूत्राणि एव तस्य आधारशिला फौण्डेशन् स्टोन् इति वक्तुं शक्यते यतोहि एकं सूत्रं ज्ञातुमपि माहेश्वरसूत्राणां ज्ञानं निश्चयेन अपेक्षितं भवति स्लैड् 15 इदानीं माहेश्वरसूत्राणि इत्युक्ते किं तेषाम् उत्पत्ति कथम् इति जानीमः अनन्तरं तेषां मुख्यं प्रयोजनं प्रत्याहारनिर्माणं प्रत्याहारनामकः तस्य किं मुख्यत्वं व्याकरणे इति पश्यामः बट् वि विल् डू वेरि ब्रीफ्लि बिकास् ऐ नो दट् वि आर् आल् वेरि मच् अवेर् आफ् दिस् पार्ट् ओके बट् मोस्ट् इम्पार्टेण्ट् for the pratyahara is the sutra 1171 adirantyena saheta sanya sutram asti and a beginning letter what it means is a beginning letter when combined with an ending each letter stands for itself and for all the letters in between that is adirantyena saheta so quickly we will go through slide 16 shows you the typical way we study in you know the early days matrika patah namah that's the term used for this so that's the normal way that we learn khakagangana chajajajana etc then we then shift to maheshwara sutrani right kintu vyakarana shastre sutranam nirmane anukulyartham varnah binna karanena sannivishtah तत्रापि सूत्ररूपेण पृथक् पृथक् वर्णानां समूहः निर्दिष्टान्तः तत्र चतुर्दश 14 सूत्राणि सन्ति तानि एव माहेश्वरसूत्राणि शिवसूत्राणि अक्षरसमाम्नायः वर्णसमाम्नायः इत्यादि ज्ञायते किमर्थम् एव क्रमः परिवर्तितः इति यदा व्याकरणं पठामः तदा निश्चयेन अवगम्यते So many people have done research on this, okay? But they say that even using mathematical permutations and combination, this is the best possible way in which this could have been achieved. So Maheshwara Sutrani, there is of course a story behind it, a folklore that it was Lord Shiva himself who actually played the damaru and the sounds were registered by Panini and he formulated the 14 sutras that are given here so ayun rilis keong etc each one is a sutra right so slide 18 you will see that ach right is a pratyahara which represents all the swaraha then in slide 19 hal which also you all know represents all the vyanjanams right and then you have yan which is very important slide 20 which is Yavara and L, right? So I just to show how they are formed by actually showing the slide, I put this together, that's all. And then, so the Pratyahara, right? That is very, very important for us to note. And there are a lot of Pratyaharas which are standard, some 40 odd ones, right? You see that in Laghu Siddhanta Kaumudi also, it's all listed out. And they are extremely important. And you have the ones that are given on slide 21, better to get by heart, though I don't know all of them on my fingertips. That is Hash, Khar, Jash, Yan, shall, etc., right? They're very, very important ones that we keep on using. So even if you don't get by heart, by the time we finish Tinganta Prakaranam or Sandhi Prakaranam, we will learn all of them, right? So in slide 22, I have spoken about why is Pratyahara important. Idanim Eshaha Pratyaharaha Kimartam Bahu Mukhyaha Iti Pashyamaha Kanichana Udaharani Sutrani Pashyamaha Chet Tatra Katam Pratyaharanam Upyoga Krita Iti Nyayate. Example, very simple example, Akaha Savarne Dirgaha, right? Akaha represents, so when an Akh letter, right, is followed by a Savarna Ach letter, then the Purva and Para letters, right, are combined to form a Dirga Ekadeshaha. So Akh is A, E, U, R, L, right, and then when it is followed by a Savarna, then the Purva and Para letters are combined to form a Dirga Ekadeshaha. I'm going to speak about Ekadeshaha because it's a very, very important concept. So I'm not going through the rest because you have already seen so many examples. So I'm going to stop here and ask Bhagini if there is anything more required. Sarvesham Krite Maheshwara Sutrani Parichitani Eva. Tatra Pratyaharasya Kantasti Karanasya Apekshaya Tatra Sutrani Eva Manasi Santiche Tatra Vayam Jatiti Eva Vayam Pratyahara Kaha Iti Jnatam Shaknumaha. अतः सूत्राणि सर्वे कण्ठस्थी कुर्वन्तु इति प्रार्थना. माहेश्वरसूत्राणि कण्ठस्थी कुर्वन्तु यतोहि तस्य प्रयोगः सर्वत्र भवति. करेक्ट्. सो देन् वील् मूव् आन् टु स्लैड् 23. की कान्सेप्ट् 3 ऐ हव् काल्ड् इट् अण्ड् ऐ हव् काल्ड् इट् टर्मिनालजि. पारिभाषिकानि पदानि. व्याकरणशास्त्रे वस्तुतः सर्वेषु शास्त्रेषु तत्तच्छास्त्रस्य विशिष्टाः शब्दाः भवन्ति. वाट् एवर् इट् इस् वेदर् इट् इस् मेथ्स् केमिस्ट्रि फिसिक्स् रैट् संस्कृतं व्याकरणमपि तेषाम् अर्थः कः इति शास्त्रस्य आधारेण एव ज्ञातव्यं भवति. व्याकरणशास्त्रे अपि यदा प्रवेशं कुर्मः तदा बहूनि नूतनानि पदानि इति भाति. तत्र मुख्यानि कानिचन पदानि तेषां कः अर्थः इति इदानीं पश्यामः. सो स्लैड् 21. केन् यु आल् हियर् मी? आं भगिनि, श्रूयते. ओके. भगिनि वदतु. Somebody said something. Okay. So this is a very, very important aspect of Panini Sutra, that is terminology, right? So I'm going to spend some time here because this is something that took a very long time for me to, you know, get my arms around. Sanya, I'm going to explain this in English, very, very important. Sanya is something related to the content, okay? It is a term or definition which is related to the content, right? If you take Vriddhiradech, what does it mean? The letters A, I and Au are called Vriddhi. So it is the content of Panini's grammar that is being referred to here as a Sanya, and so thereafter, whenever Vidya Bhagini says Vriddhi or you tell Vriddhi or I tell Vriddhi or wherever we see, we will immediately know it is A, I and Au, right? Bhuvadayo Dhatavaha, right? Dhatu Bhuvadayo. We'll know all of those, what it means immediately with respect to the content of Ashtadhyayi. However, Paribhasha is something that is a term or a definition but related to the framework. In another word, if I have to say what is a framework, it is the structure of the Ashtadhyayi which is being referred to here. So an example, a very easy example, I have some more insight. Yatha Sankhya Manudesha Samanam, right? It talks about when the two groups are participating in a vidhi and they have the same number of elements, then the vidhi happens between corresponding members, that is those with the same position in the two groups. Basically, Panini has not even left respectively to chance. he is defining respectively here as yatha sankhyam anudesha samanam. Very beautifully he has done this. This is a item which is related to the framework and not to the content. Then the third is vidhi. Vidhi is basically all the governing rules. So it is not surprising that maximum number will fall under vidhi only. So ikoyanachi, karmani dvitiya, all these are examples. Then you come to niyamaha, right? Niyamaha is an exception to rule. The normal meaning of niyamaha appears like it is rule. No, this is exception to a rule, right? So there is a normal way in which you would deal with pati, okay, right? Pati he has a particular way of your shabdas, which is the general way of conjugating, right? But pati hi samasa eva, it will actually follow the hari shabda. Pati normally doesn't follow the hari shabda, right? Ikaranta shabda. In a samasa, if you're talking about Shripati, Venkatapati, etc., there it will follow hari shabda rupam. So that is an example of a niyamaha, okay? And then you have atideshaha, which is, I gave this example for something else, but it is called an atideshaha or an analogy or extension rule. So in order for you to understand loto langvata, you have to go back and understand lung, and only then you can come here. It is an extension, okay? And then you have the sixth one, which is adhikaraha. Very, very important. It marks a subsection. So pratyaya adhikara, if you see, it runs from 311 to 54160. So everything that happens within those boundaries will be related to pratyaya. Similarly, you have samhita adhikaraha, 6172 to 61157. Samhita means when they come together, right? I'm using simple English. So that is the full section is talking about lots of, you will see the sandhis, etc., which are not in the Tripadi, you will see it there, right? And that is very important. Samhitayam, which will be repeated. There will be a lot of anuvritti, we will see that, right? So these are the key terminologies, and I'm just going to quickly go through a few examples, okay? So the first thing is sanya, right? एकक्षणम् अत्र किञ्चित् चिन्तनं कुर्मः, यतोहि विषयः मुख्यः अस्ति खलु. पूर्वं पठितं, परन्तु पुनः एकवारं सर्वेषाम् अवगमनम् अस्ति वा, स्मरणम् अस्ति वा इति चिन्तयामः, पश्यामः. इत्युक्ते किञ्चित् चिन्तनं कुर्मः, तदनन्तरं पठामः चेत् अवगमनं सम्यक् भवति. इत्युक्ते अत्र षड्विधसूत्राणि इति जानीमः, षड्विधसूत्रलक्षणम् इत्युक्ते संज्ञा, परिभाषा, विधिर्नियम एवं च अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणम् इति जानीमः. तर्हि संज्ञासूत्रम् इति तत्र रामनाथमहोदय किम् अवगम्यते संज्ञासूत्रम् इत्युक्ते? किं श्रूयते? They define the name. Sanya is the name given for the content. Satyam. Sanya iti namakaranam asti. Kasyachit shabdasya namakaranam asti sanya. Samichinam. Udaranam asti va? Guruhu, Guru, Lagu, Ikuda, Satyam. Satyam, Satyam. Bahu samichinam. Tarhiyatra Arvind Mohdaya vadavadatu paribhasha ityasya artaha kaha? Yet. यत्र विधिनियमस्य अवगमनं सम्यक् नास्ति तत्र परिभाषासूत्रेण तस्य विवरणं ज्ञातुं शक्यते. उदाहरणम्? उदाहरणमस्ति यत्र नियमस्ति यथा सङ्ख्यमनिर्देशः. कुत्र तस्य प्रयोगः? यत्र यको यणचि इति सूत्रे एकस्थाने यण् आदेशः भवति अचि परे, तत्र ई स्थाने के वर्ण आयाति इति ज्ञातुम् इच्छति चेत् तत्र यथासंज्ञमनिर्देश इति सूत्रेण ई स्थाने ऐ आदेशः भवति इति ज्ञातुं शक्यते. तथा वयं चिन्तयामः, तथा चिन्तयितुं शक्नुमः, परन्तु वस्तुतः अत्र ई इत्यस्य स्थाने ई इति एकः वर्णः नास्ति. इक् इति प्रत्याहारे ई इति वदनेन ई इति एकः वर्णः नास्ति, अतः ई स्थाने य इति वक्तुं न शक्नुमः. स्थाने तत्र यथासङ्ख्यम् अनुदेशसमानाम् इति सूत्रं तत्र एव कार्यं करोति यत्र समसङ्ख्यकाः, यत्र स्थानिनः समसङ्ख्यकाः, आदेशाः अपि समसङ्ख्यकाः. परन्तु अत्र तथा नास्ति, इको एणचि इति सूत्रे तथा नास्ति. इकः इति प्रत्याहारे बहवः वर्णाः सन्ति, यतोहि इ इत्यनेन सर्वेषां सवर्णानां ग्रहणम् अस्ति. इ इति अष्टादशभेदानां ग्रहणम्, एवमेव उ इत्यस्य अष्टादशभेदानां ग्रहणम्. तस्य स्थाने यण आदेशः, अतः इदानीं समसङ्ख्यकः नास्ति. अतः तत्र यथासङ्ख्यमनुदेशसमानम् इति परिभाषासूत्रस्य कार्यं नास्ति, परन्तु स्थाने अन्तरतमः इति भिन्नं परिभाषासूत्रमस्ति. परन्तु परिभाषासूत्रस्य यत् भवान् विवरणं कृतवान् तत् समीचीनमेव, इत्युक्ते यत्र विधिसूत्रेषु स्पष्टता नास्ति तत्र परिभाषासूत्रम् आगत्य सः करोति, तदेव परिभाषासूत्रम्. भवतः ध्वनिः न श्रूयते. अस्तु, वसन्ति भगिनी वदतु, विधिसूत्रम् इत्युक्ते वसन्ति भगिनि भगिनी अस्ति अस्तु विधिसूत्रं ऐ डोण्ट् रिमेम्बर् सारी इट्स् लैक् नियम न विधिसूत्रम् इत्युक्ते यत्र कार्यं विधीयते किमपि नास्ति. इको एणचि इति एकं सूत्रं विधिसूत्रं, यत्र यत्र कुत्रापि किमपि कार्यं विधीयते तत्र विधिसूत्रम् इति वदामः. बहूनि सूत्राणि विधिसूत्राणि, सामान्यतया सूत्राणि विधिसूत्राणि एव सन्ति, प्रायः सूत्राणि विधिसूत्राणि. अस्तु, हा, येन किमपि कार्यं विधीयते तत् विधिसूत्रं, हा, न चिन्ता नास्ति. इदानीं स्पष्टं खलु? तर्हि अत्र अस्माकं यत्र कुत्रापि सूत्रमस्ति अस्माकं पुरतः, अस्माकं प्रथमः प्रश्नः अस्ति कीदृशसूत्रं, कीदृशसूत्रम् अस्ति, संज्ञासूत्रमस्ति वा, परिभाषासूत्रमस्ति वा, विधिसूत्रमस्ति वा इति. तादृशज्ञानम् अस्ति चेत् तत्र ज्ञातुं शक्नुमः तेन सूत्रेण किं कार्यं भवितुम् अर्हति, अत्र किम् इदं सूत्रं किं करोति, संज्ञां ददाति वा, नो चेत् परिभाषा सहकरोति वा, नो चेत् तत्र कार्यं विद्यते वा इति ज्ञायते. अस्तु अस्तु, इदानीं नियमसूत्रं लक्ष्मीभगिनी वदतु, नियमसूत्रं. भगिनि नियमसूत्रम् इति अहं न श्रुतवती, केवलम् अपवादसूत्रं तदेव नियमसूत्रं द्वच न अपवादसूत्रं भिन्नमानं वा. यद्यपि तत्र तत्र आङ्ग्लभाषायाम् एक्सेप्शन् इति उक्तं, परन्तु अत्र एक्सेप्शन् इति नास्ति, अत्र वस्तुतः अपवादः नास्ति, अत्र नियमसूत्रम् इति भिन्नम्, अपवादसूत्रं नास्ति. तर्हि अत्र अन्य कोऽपि वदतु. यद् कार्यं विधीयते तत्र कण्डिशन्स् भवति, तदेव नियमः. लिमिट् भगिनि, सत्यं सत्यं सत्यं, हा, सीमां करोति, यत्र सीमां स्थापयति. यदि अहं वदामि सर्वे बालकाः भोजनार्थम् आगच्छन्तु इति वदामि, इति प्रथमं सूत्रम् इति चिन्तयतु. प्रथमसूत्रेण सर्वे बालकाः भोजनार्थम् आगच्छन्तु इति अस्ति. इदानीं द्वितीयसूत्रम् अस्ति, ये बालकाः पञ्चवर्षीयाः ते एव आगच्छन्तु इति अस्ति चेत् तत्र अन्ये सर्वे बालकाः मा आगच्छन्तु इति आगच्छति खलु. तादृश यत्र येन सूत्रेण सीमां स्थापयति, बौण्ड्रि कण्डिशन् यत्र भवति, तादृशसूत्रं नियमसूत्रं, लिमिटिङ्ग् द आपरेशन् आफ़् द फस्ट् सूत्रं, दट् इस् द नियमसूत्रम्. यदि यत्र विधिसूत्रमेकम् अस्ति तस्य नियमनार्थम् अन्यत् सूत्रम् अस्ति, अतः नियमसूत्रं स्वतन्त्रतया कार्यं न कर्तुं शक्नोति, इत्युक्ते एकं विधिसूत्रम् अस्ति तस्य सीमां स्थापयितुम् एकं नियमसूत्रम् अस्ति. अस्तु, अवगतं लक्ष्मी भगिनि? आं भगिनि, अवगतं भगिनि, धन्यवादः. अस्तु, इदानीम् अतिदेशसूत्रमिति, राहुल् महोदय वदतु. महोदय. श्रूयते. आम् अतिदेशसूत्राः सूत्राणि प्रायः सूक्ष्मतया वक्तुम् इत्युक्ते अल्पाक्षरं भवेत् इति विचिन्त्य सर्वत्र पूर्वत्र यत्र यत्र कुत्रापि सूत्रः उक्तवन्तः चेत् तत् पुनः न वदन्ति. तन्निमित्तं पुनः यथा लोटो लङ्वत् पूर्वं प्रायः लङ् इत्यस्य सर्वे नियमाः विस्तृततया उक्ताः. अतः अधुना यदा लोटः इति अवगम्यते तदा लोटो लङ्वत् इति सूक्ष्मतया वक्तुम् एवम् अतिदेशसूत्रस्य किञ्चित् भिन्नमस्ति महोदय. किञ्चित् भिन्नमस्ति. अतिदेशः इत्युक्ते किम्? अतिदेशः इत्युक्ते यत्र मूलस्वभावः अस्ति, कस्यचित् शब्दस्य मूलस्वभावः अस्ति, तस्य परिवर्तनम् अतिदेशः. यथा अत्र लङ् इति वदामः चेत् लङ् इत्यस्य कानिचन कार्याणि भवन्ति, लङ् लकारस्य कानिचन कार्याणि भवन्ति, तदर्थं कानिचन सूत्राणि सन्ति लङ् लकारस्य कृते. परन्तु इदानीं लोटो लङ्वत् लोट् तु लङ् नास्ति, लङ् तु भूतकालार्थे अस्ति, लोट् इत्यस्य विशिष्टः अर्थः अस्ति, लोट् तु भूतकालार्थे नास्ति. परन्तु लोटो लङ्वत् इति वदामः चेत् यद्यपि लोट् लङ् नास्ति तथापि तत्र लङ्वत् इति भावः अध्यारोप्यते. इदानीं तादृशसूत्रेण लोटो लङ्वत् इति सूत्रेण लोट् लकारस्य किञ्चित् स्वभावः, यः कश्चित् स्वभावः अस्ति, तस्य परिवर्तनं भवति. तेन किं भवति? लङ् लकारस्य यानि सूत्राणि सन्ति तेषु अत्र लोट् लकारे अपि तस्य कार्याणि भवन्ति इति अर्थः. यत्र मूलस्वभावस्य परिवर्तनं भवति तदेव अतिदेशः. यथा सार्वधातुकम् अपित् इति सूत्रम् अस्माकं परिचितं सूत्रमस्ति खलु. यः प्रत्ययः अपित् अस्ति सः प्रत्ययः निद्वत् भवति इति जानीमः खलु. तर्हि अपित् प्रत्ययः नित् नास्ति, परन्तु तत्र नित्वम् अध्यारोप्यते, सूपर् इम्पोजिशन् आफ् नित्वं, तदेव अतिदेशः. अवगतम्? अवगतं, धन्यवादः. अस्तु, समीचीनम्. इदानीम् अधिकारसूत्रम् इति किमपि न श्रूयते. You're changing the quality of a word. You're just superimposing some other quality on it. Okay. Superimposition of some other quality. Yeah. यदि वदामि मनुष्यः इति वदामि चेत् मनुष्ये मनुष्यत्वम् अस्ति, मनुष्यत्वम् इति मूलस्वभावः अस्ति. परन्तु तस्मिन् यदि सिंहत्वम् अध्यारोपयितुम् इच्छामि देन् सूपर् इम्पोसिशन् आफ़् सिंहत्वम् आन् अ मनुष्य. सो दट् डज़न्ट् मीन् दट् मनुष्य इस् अ लयन् बट् ही हेज़् द क्वालिटि सम् क्वालिटीस् आफ़् अ लयन्. इत्युक्ते तत्र मनुष्यस्य स्वभावः अपि भवति, अनन्तरं सिंहस्य अपि केचन सिंहस्य अपि सर्वस्मिन् स्वभावाः आगच्छन्ति इति वा? हा इति तथा मिलित्वा. हा सत्यं. तर्हि अत्र सिंहसम्बद्धसूत्राणि सन्ति, तानि सर्वाणि अपि अत्रापि प्रवर्तन्ते. रैट्? अवगतं, धन्यवादः. अस्तु, तर्हि इदानीम् अधिकारसूत्रम् इति अरुणा भगिनी वदतु. अधिकारसूत्रं वदति यत्र कुत्र कार्यं करणीयं विधिसूत्रेण इति वदति. आं भगिनि, इत्युक्ते अधिकारसूत्रम् इत्युक्ते यस्य अनुवृत्तिः सम्पूर्णतया यस्य अनुवृत्तिः बहुषु सूत्रेषु भवति, इत्युक्ते तस्य स्वतन्त्रतया किमपि कार्यं नास्ति. यदि संहितायाम् इति वदामि चेत् संहितायाम् इति अधिकारसूत्रमस्ति, संहितायाम् इति सूत्रेण किमपि कार्यं न भवति, स्वतन्त्रतया तस्य कार्यं नास्ति. परन्तु विधिसूत्रेषु तस्य अनुवृत्तिः भवति सम्पूर्णतया. यत्र यत्र सन्धिकार्याणि सन्ति, स्वरसन्धिकार्याणि सन्ति, तत्र संहितायाम् इति आगत्य उपविशति तेषु सूत्रेषु. अनेन किं ज्ञायते? यत्र पदानां नैकट्यं, वर्णानां नैकट्यम् अस्ति, सामीप्यम् अस्ति, तत्रैव सन्धिकार्यं भवति इति अवगम्यते. तादृशसूत्रम् अधिकारसूत्रं, यस्य अनुवृत्तिः सम्पूर्णतया बहुषु सूत्रेषु भवति. अस्तु, अधिकारसूत्रेण अनुवृत्ति पूर्वतया कुत्र कुत्र भवति इति सूचयति. अनुवृत्ति अधिकारसूत्रं सम्पूर्णतया सूत्रेषु विधिसूत्रेषु आगत्य अनुवृत्तरूपेण आगत्य उपविशति. धन्यवादः. एकः प्रश्नः भगिनी, यदा वयं परिभाषासूत्रमिति वदामः तत् परिभाषासूत्रं पाणिनिना एवम् उक्तं वा न चेत् वार्तिककारेण उक्तं वा? परिभाषासूत्राणि तु सूत्राणि तु अष्टाध्यायं सन्ति परिभाषासूत्राणि, परन्तु परिभाषाः इति भिन्नविषयः अस्ति. परिभाषाः इति तु परिभाषाः इति अपि सन्ति, तानि सूत्राणि न सन्ति, परन्तु तत्र परिभाषेन्दुशेखरः इति ग्रन्थे ते सङ्ग्रहिताः सन्ति परिभाषाः इति. यत्र यत्र नियमः नास्ति, यत्र क्लेशः अस्ति अवगमनार्थं, यत्र परिभाषासूत्राणि न सन्ति, तस्मिन् सन्दर्भे परिभाषा आगत्य सः करोति. सत्यं, परिभाषासूत्राणि पाणिनिना एव उक्तानि उक्तं, परन्तु परिभाषाः तु परिभाषेन्दुशेखरः इति ग्रन्थे सङ्ग्रहिताः सन्ति. धन्यवादः भगिनि. अस्तु, रमा भगिनी अग्रे. ओके, स्लैड् 25. सम् एक्साम्पल्स् आफ् संज्ञा. आक्चुलि संज्ञा इत्युक्ते सामान्यतः नाम. यदा मम नाम रमा, रमा संज्ञा अस्ति, सर्वेषां पृथक् पृथक् संज्ञा भवति, किन्तु व्याकरणे केषाञ्चित् शब्दानां विशिष्टसंज्ञा भवति. यथा अहम् उक्तवती, आ ऐ औ अस्ति चेत् वृद्धिः इति नाम करोति पाणिनिः. अ ए ओ दे आर् काल्ड् गुणः, अदेङ्गुणः 1, 1, 2, अण्ड् देन् अ ग्रूप् आफ् टु आर् मोर् व्यञ्जनानि. When they are pronounced together without any swara, right, then it is called a sanyoga. Halon nantaraha sanyoga. So all of these are sanyas. But if you see, I have given 5 examples. If you go to the next slide, slide 26, paribhasha, and this is where I strongly believe that the computer programmers here will be able to appreciate. There are only 23 of paribhashas. If I see, and I must be right, 23 is the number for Paribhasha Sutram. I have analyzed at least these 6, okay, that you see on the screen on slide 26. All of them are related to the framework, not to the content, right? Example, Shashti Sthane Yoga. It is talking about the structure, the framework. What does Shashti Vibhakti indicate? Sthanentara tamaha, when multiple adeshas are possible for the sthani, then the closest, right, the adesha that is closest to the sthani will happen. Then you have tasminiti nirdishte purvasya, that is the saptami vibhakti aspect, right? Then we saw yata sankhya manudesha samanam, which is respectively, right? So at least most of the paribhasha sutram that I'm seeing is all related to the structure or the framework rather than the actual content itself. So if this works in your head to understand it better, that's fine. So that maybe somebody has done a thesis on this, and one day I will find it. Okay, so in general, the definition or the distribution of sutras is around 91 in Sanya, slide 27 you will see. Paribhasha is about 23, Atidesha is 35, Adhikara Sutrani is 74. So the rest of them is between maximum Vidhi and Niyama next. That's all. So I didn't put those numbers because the rest of them are that. Right? Okay. So anything Bhagini now, or I'll go into the structure now? Agree Gachita Bhagini. So Idanim Sutrasya Samanya Rachana. Slide 28. एकं सूत्रं पश्यामः चेत् सूत्रे किं भवति इति आदौ पश्यामः. इत्युक्ते सामान्यतः व्याकरणशास्त्रम् इत्युक्ते परिवर्तनम् उच्यते. इत्युक्ते किमपि योजनीयं, किमपि निष्कासनीयम् अथवा किमपि परिवर्तनीयं, त तत् कथं सूत्रेण उच्यते, सूत्रे कीदृशानि पदानि भवन्ति इति पश्यामः. वेरि इम्पार्टेण्ट् आस्पेक्ट् रैट्. अत्र च इदानीम् एवं विभक्तीनां सामान्य अर्थः, दिस् इस् स्लैड् 29, ओके, द मीनिङ्ग्स् आफ् द विभक्तिस्. सूत्रे काचित् विभक्तिः उपयुक्ता चेत्, अत्र सप्तमी विभक्ति पूर्वस्य कार्यं, सो सप्तमी विभक्ति इण्डिकेट्स् पूर्वस्य कार्यं, रेफर् टु वि नार्मली इन् अवर् क्लासेस् वि रेफर् एस् पूर्वकार्यं. सप्तमी विषये पूर्वकार्यम् अण्ड् पञ्चमी विषये परकार्यं. सो षष्टिस्थाने योगाः अण्ड् तस्मिन् इति निर्दिष्टे पूर्वस्य, तस्मादित्युत्तरस्य, दे आर् द त्री सूत्रास् दट् रेप्रसेण्ट्स् आर् डिफैन्स् षष्टिविभक्ति इण्डिकेटिङ्ग् स्थाने, अण्ड् सप्तमी विभक्ति इण्डिकेटिङ्ग् पूर्वकार्यम्, अण्ड् पञ्चमी विभक्ति इण्डिकेटिङ्ग् परकार्यं. सो लेट् मी जस्ट् क्विक्ली गो टु द नेक्स्ट् स्लैड्, विच् इस् स्लैड् 30. सो षष्टिविभक्ति इस् गिवन् अ स्थाने. Pratama Vibhakti itself, we have seen this before, Bhagini has taught us. Adeshaha, Samhita, we see Adeshaha, Agamaha and Namakaranam. Three different forms the Pratama Vibhakti is used for. And then of course you have Saptami, Panchami and Tritiya Vibhakti we see in rare cases Samyojanam, right? Bhagini can explain more about this. But these are the standard Vibhaktis that we see, okay? And one second, so we will just take an example, ekam udaharanam pashyamaha. Bahu saralam ekam sutram asti, slide 31. Tatra vibhaktinam arthah katam nyatum shakyah iti pashyamaha. Let's take iko enachi, ikaha shashti vibhakti. Slide, I have a pictorial representation, so please take a look at it. Ikaha is Shashti Vibhakti, Achi is Saptami Vibhakti, and Yan is the Prathama Vibhakti here, right? So, Arthaha asti, Ik Varnasya Sthane Svare Pare Samhitayam Yan Varnadeshaha Bhavati. Now, we have to note that Samhitayam here is taken from the adhikara. In my language I say inherited from the adhikara which stands above, right? So samhitayam is a large adhikara. I'll show you in the pictorial diagram two slides later. So eco energy picks samhitayam from there and then completes as ika varnasya sthane svare pare samhitayam yan varnadeshah bhavati. An ik letter which is followed by a swara is converted to a corresponding yan letter. How? Through sthane antara tamaha, right? And it is getting converted or replaced, okay? So that is what we see here. And then I am going to skip the next one, slide 32, which is jalam atra punaha ekavaram eto hi tatra sutrasya arthah katam jnayate iti atra vishayah asti vayam janimaha eva. किञ्चित् तत्र पश्यामः, तत्र इदानीं स्मरणमस्ति वा अवगमनम् अस्ति वा इति एकवारं पश्यामः पुनःस्मरणार्थम्. अत्र का वदति, अत्र उमा भगिनी आगच्छतु. अत्र इको एनर्जी इति सूत्रे कति पदानि सन्ति? उमा भगिनी, इकः यणः अचि त्रिपदानि सन्ति इको यणचि. तर्हि सत्यम्, इकः यण् अचि. इकः इत्यस्य विभक्ति का, विभक्तिः का? इकः षष्टि विभक्तिः. षष्टि इत्युक्ते पाणिनीयसूत्रेषु षष्टि इत्यस्य अर्थः कः? पूर्वस्मिन् स्लैड् मध्ये आसीत् खलु, पूर्वस्मिन् स्लैड् मध्ये आसीत् खलु, स्थानी इति अर्थः खलु. स्थाने षष्टिः, हिरण् इति पदस्य विभक्तिः का? यण् इति पदस्य विभक्तिः का? प्रथमा विभक्ति. हा, अत्र यण् प्रथमा प्रथमायाः अचिसप्तमी. यण् इति अस्य अर्थः कः? यणः रीप्लेसिङ्ग् दि लेटर्. अयम् इत्यस्य प्रथम इत्यस्य अर्थः कः? के के अर्थाः सन्ति प्रथम इत्यस्य? प्रथमा निर्दिष्टे कार्यं करोति. प्रथमादृष्टिः पूर्व न न विजयलक्ष्मी भगिनी सहायं करोतु. यण् इति आगमः, प्रथमाविभक्तौ अस्ति. अत्र यण् गेट्स् रिप्लेस्ड् बै सो तत्र आदेशः सोरि नाट् आगमः आदेशः न सत्यम् आदेशः अस्ति. प्रथमविभक्तेः के के अर्थः? प्रथमविभक्तेः नामकरणं भवति, आदेशः भवति, न तु आगमः भवति. अत्र किमपि कार्याणि प्रथमविभक्ते अत्र तु लोपः अपि भवति. लोपः अपि भवितुम् अर्हति. अत्र आदेशः इत्युक्ते लोपः इत्यपि इत्यपि तस्मिन्नेव अन्तर्भूतः. अत्र तु आदेशः. कथं ज्ञायते आदेशः इति? आदेशः इत्युक्ते एकस्मिन् वर्णस्य स्थाने अन्येकं वर्णम् आगत्य उपविशति, तदेव आदेशः. सत्यं सत्यम्. अत्र तु सूत्रे स्पष्टमस्ति, इकः इति पदमस्ति, षष्ट्यन्तं पदमस्ति, इकः इति स्थाने अस्ति, तस्य स्थाने किमपि आदेशः भवति. अतः यत्र षष्ट्यन्तं पदम् अस्ति, अनन्तरं सप्तम्यन्तं पदमपि अस्ति, तत्र स्पष्टतया ज्ञायते षष्ट्यन्तपदस्य स्थाने किमपि आदेशः भवति इति. सप्तम्यन्तपदस्य अर्थः कः अत्र? अचि तस्य पूर्वं कार्यं भवति इति. सप्तमीविभक्तेः यत् पदम् अस्ति तस्य पूर्वं कार्यं भवति. समीचीनं. परन्तु अत्र भगिनी यन् योगः अचि इदानीं अद्य अहं सन्धिकार्याणि पठितवती, तत्र यण् योगः अचि इत्युक्ते यण्णचि इति भवति खलु? यण् योगः अचि, पुनः वदतु, उदाहरणमस्ति वा, किं वक्तुमिच्छति? तस्मिन् आगते इति भवति चेत् नकारस्य आगमः भवति खलु? अत्रापि नकारस्य आगमः किमर्थं नास्ति? यण् अचि नकारः फालोड् बै तत्र नुट् इति अस्ति खलु भगिनि, नमो नमो ह्रस्वात् नमुट् नित्यम् इति अस्ति खलु, नमो ह्रस्वात् इति सूत्रं तत्र नमुट् इति अस्ति. तत्र नमुट् इति टित् अस्ति, टित् इति कृत्वा आगमः इति स्पष्टतया ज्ञायते खलु. अत्र तु आगमस्य किमपि सूचना नास्ति तत्र, अतः तत्र यत्र षष्ट्यन्तं पदमस्ति तस्य स्थाने इति अवगम्यते, अत्र आगमः नास्ति. यत्र टित् कित् मित् अस्ति तत्र आगमः इति सम्यक्तया ज्ञायते. न न न, अत्र सन्धि कार्यं यत् कृत यण् अचि इति सन्धिकार्यमस्ति खलु, यण् योगः कुत्र अस्ति? यण् अचि वर्णमेलनमेव, वर्णमेलनं सन्धिः नास्ति, वर्णमेलनमेव. Bhagini, I'm going to explain that in the diagram shortly, exactly the question that she is asking, I'm going to explain in slide 34. प्रश्नः अस्तु अस्तु वदतु अग्रे. जस्ट् वेट् फार् टू मिनिट्स्, इफ् यु आर् नाट् साटिस्फैड् यु केन् आस्क् भगिनि अगेन्. ओके ओके, वील् मूव् टु स्लैड् 33. दिस् इस् अ साम्पल् सूत्र विच् इस् स्लैट्लि मोर् काम्प्लिकेटेड् बिकास् इट् हेस् मोर् अधिकारस्. वेरि इम्पार्टेण्ट् आस्पेक्ट्, बहु मुख्य अंशः अस्ति अष्टाध्याय्यां सूत्रं स्वातन्त्रेण अवगन्तुं न शक्यते. केवलम् एकं सूत्रं पृथक् स्वीकुर्मः चेत् तस्य पूर्णः अर्थः न अवगम्यते. हा यु सी द एक्साम्पल् हियर्. हा वृद्धिरेचि पदच्छेदः वृद्धिः एचि वृद्धिः प्रथमा विभक्ति एचि सप्तमी अधिकारः संहितायां एण्ड् एकः पूर्वपरयोः टु अधिकारः अण्ड् ऐ विल् शो यु द प्लेस्मेण्ट् आफ् द अधिकारः इन् द नेक्स्ट् स्लैड्. अनुवृत्ति इस् आत् पदार्थः आत् आत् अर्थः अवर्णात् एच् ए ओ ऐ औ वृद्धिः अर्थः आ ऐ औ दिस् इस् द मीनिङ्ग् आफ् वृद्धि मीनिङ्ग् आफ् एच् अण्ड् आत् मीन्स् अवर्णात्. सूत्रार्थः पूर्णसूत्रार्थः अवर्णात् एचि परे पूर्वपरयोः एकः वृद्धि आदेशः स्यात् संहितायाम्. सो ऐ एम् नौ गोयिङ्ग् टु क्विक्लि आन्सर् भगिनीस् क्वश्चन् अण्ड् यु नो देन् वी केन् कम् बेक् हियर्. सो वाट् इस् मीन्स् इन् सिम्पल् इङ्ग्लिश् इस् वेन् एन् अवर्णा इस् फालोड् बै एन् एच् लेटर् मार्क् द इम्पार्टेण्ट् फ्रेस् हियर् both of them are replaced by a vriddhi letter. Bhagini, in vriddhirechi when an avarna is followed by an h letter, both of them are replaced by a vriddhi letter. Why? Because of ekapurva parayoho. And let's quickly go to slide 34 and see this beautiful table that will tell you how brilliant Panini was. He has placed ekapurva parayoho after eco energy but before vriddhirechi. What this means is in eco energy ekapurva parayoho does not operate, but in vriddhirechi ekapurva parayoho operates. Have I answered your question, Bhagini? No, parantu when he was writing the sutras he was aware of all the rules and regulations. Then when Namudagama Sandhi should have happened between Yan and Achi, why it didn't happen? Because then, he did not want it. Okay, okay. Idanim avagatam. Yan Achi ityatra kimartam Namudagama Sandhi nasti iti prashna asti kalu bhagavatyaha. Idanim buddham. Aam, aam. Suganisha adya eva patitavati. Idanim buddham. अत्र वदामि अत्र किम् अस्ति इति चेत् पाणिनीयसूत्राणि छन्दोवत् भवन्ति इत्युक्ते यत्र सामान्यतया तत्र छन्दसि वेदेषु सूत्राणि विकल्पेन प्रवर्तन्ते सूत्राणि विकल्पेन प्रवर्तन्ते एवमेव पाणिनीयसूत्राणि अपि छन्दोवत् भवन्ति अतः पाणिनीयसूत्रं स्वयं स्वस्य सूत्रस्य कृते विकल्पेन प्रवर्तन्ते अतः अत्र सन्धिः न कृतः एवमेव अन्यत्रापि पश्यामः यद्यपि अत्र नमुडागमसन्धिः भवितुम् अर्हति तथापि न कृतः यतोहि विकल्पेन अस्ति. उत्तमः प्रश्नः. वेरि नैस्. एनिवे सो ऐ जस्ट् वाण्टेड् टु गो बेक् टु वृद्धिरेचि. सो भगिनी इफ् यु वाण्ट् टु आड् एनिथिङ्ग् हियर् बट् दिस् डायग्राम् आन् पेज् स्लैड् 31 शोस् how where the samhitayam starts. It's marked in green, 6172. Ekapurva parayoho is another adhikara which starts in 6184, right? So then you have at gunaha in 6187, so that anuvritti goes up to, you see here, 96. The next column indicates the anuvritti up to where that at gunaha at will continue, right? And therefore, the full sutram, if you see, you have to go to the last line on slide 33 and read, Avarnat echi pare purva parayoho ekaha vriddhi adeshasyat samhitayam. Which means that in the case of vriddhi sandhi, it is replacing both the letters together by one letter. Whereas in eco energy, it is replacing only one of the letters and the other one still remains. So for that, I just wanted to put this, you know, slide so that people can relate to it. Bhagini, you can decide what more we should discuss here. Atra kopi prashna asti, va samichina bhagini, samyak asti. Atra ekaha, ataha eva tatra eco energy, echoya vaya vaha, tatra sarvatra ekasya varnasya sthane adeshaha, natu dvayoho sthane. परन्तु तत्र अग्रे पश्यामः चेत् अकः सवर्णे दीर्घः आद्गुणः वृद्धिरेचि सर्वत्र पूर्वपरयोः एकः आदेशः, अतः पूर्ववर्णस्य परवर्णस्य द्वयोः मिलित्वा एकः आदेशः, परन्तु इकोणचि इत्यत्र तु एकस्य वर्णस्य स्थाने आदेशः। किमर्थम् इति चेत् एकः पूर्वपरयोः इति अधिकारः अस्ति, तस्मात् पूर्वम् एतानि सूत्राणि सन्ति, अतः एव एकस्य वर्णस्य स्थाने आदेशः। यानि सूत्राणि एकः पूर्वपरयोः इत्यस्य अधिकारे सन्ति तेषां कृते तु द्वयोः वर्णयोः स्थाने आदेशः इति अवबुध्यते। प्रश्नः अस्ति वा? तर्हि अग्रे भगिनी क्षम्यतां, पूर्वपरयोः इति कस्मिन् विषये सन्धि, कस्य विषये सन्धि विषये कार्याणां विषये, सन्धिकार्याणां विषये आद्गुणः वृद्धिरेचि सूत्राणि परिचितानि वा भवत्याः कृते? तेषु आद्गुणः इति सूत्रे अवर्णात् अचीपरे पूर्वपरयोः एकः गुणादेशः इति अस्ति सूत्रस्य अर्थः। तर्हि पूर्ववर्णस्य परवर्णस्य द्वयोः स्थाने गुणादेशः इति अस्ति। तर्हि तत्र कथं ज्ञायते पूर्ववर्णस्य परवर्णस्य द्वयोः स्थाने इति चेत्, तत्र एकः पूर्वपरयोः इति अधिकारः अस्ति। यत्र यत्र एकः पूर्वपरयोः, तत्र पूर्वपरद्वयोः स्थाने एकः आदेशः, अतः तस्मिन् अधिकारे यानि यानि सूत्राणि सन्ति तत्र सर्वत्र पूर्ववर्णस्य स्थाने अपि च परवर्णस्य स्थाने द्वयोः स्थाने आदेशः भवति, परन्तु यानि सूत्राणि तस्मात् अधिकारात् पूर्वं सन्ति तेषां कृते तु पूर्वपरयोः इति नास्ति, एकस्य स्थाने एव। यथात्र इकोयणचि इत्यस्मिन् इकः स्थाने यण् भवति अचिपरे, न तु इकः अचि द्वयोः स्थाने इति नास्ति तत्र। किन्तु पूर्वपरयोः इति अधिकारः तच्च संहितायां तस्मिन् अधिकारे भवति वा पृथक् पृथक् वा? संहितायाम् इत्यस्य अधिकारे तु सर्वाणि सूत्राणि सन्ति अत्र। संहितायाम् इत्यस्य अधिकारः अपि अस्ति, एकः पूर्वपरयोः इति अपि पृथक् अधिकारः अस्ति। यानि सूत्राणि एकः पूर्वपरयोः इत्यस्य अधिकारे सन्ति तेषां कृते तु पूर्वपरयोः स्थाने आदेशः, अन्येषां कृते नास्ति। अस्तु भगिनि, संहितायां गोस् अप् टु 61157 starting from 6172 adhikara. Was that her question? Ha, yes, samhitayam iti adhikara api asti. Yes, Bhagini. Yeah, thanks. Okay. I just not said that. Okay, it actually helps to, I don't know how you all feel, it's very helpful to keep it in this Excel sheet and see colors, because you then can immediately see up to where the anuvritti is, up to where the adhikara stretches. So you might want to do it this way, and it really helps the learning process quite a bit. The modern tools we can use. Anyway, Bhagini, shall I continue? Bhagini, one question for Rama Bhagini. Vinay Kumar. Question is about, now that you are, you know, explaining the English, I'll use the same way to the best of ability. The question is on polymorphism, which you mentioned, and under that you brought the issue of idagama. See, we studied idagama recently, but what you did, you brought in certain examples related to like litlakar. Now, litlakar also, there are certain pratyaha which are applicable under this vishaya of idagam, shad pratyaha ityadi. Parantu litlakara ek vishaya, parantu litlakarasya, litlakar paroksha bhuta lakar, litlakarasya in English, participle form, which is called kwasu, kwasu pratyaha, there also I think it comes into picture. So I have only one. I have only one question. जैसे आपने बनाया है ना दिस स्लाइड विद द अधिकार विधि एंड संहितायाम एंड दिस कॉम्प्लिकेटेड स्लाइड, इज इट पॉसिबल टू डू दैट फॉर इदागम अंडर द aspects are under the guise of, if you will, of polymorphism. Because idaugam is not a simple, okay. Correct. I gave the example of idagama for if then else, the conditional statement, right? A flow chart. So for that, I gave the example of idagama in the litlakara. I've actually done it. Maybe I should I should see if I can pick it up. I did it on a paper, right? So that is for if then else conditional statement, not for polymorphism. I see. Yes. Okay, it's just a flow chart. Because litlakara, the valadi pratyaya has so much of, you know, complicated sutras, and you have to say, ask yes, no, whether it is ajanta, is it upada something, right? So many questions come. That is why it is more suitable. True. Then it comes into sandanta, nidajanta, probably jayanta, ityadi, but that's understandable. Yeah, it's more like if then else. Yeah, not polymorphism. Okay. I just wanted to say that very useful to keep it in this Excel sheet when we are studying, because I feel I'm learning a lot by that process. Just an example. I thought I should give you all these tips. That's all. Okay. Bhagini, let me continue. Okay. I heard that a few Sandhi sutras doesn't have the adhikara in Samhitayam. Yeah, very few. I haven't checked that specifically. I'll check let you know. Probably Vidya Bhagini can give an view, but I heard it is a few doesn't have Samhitayam adhikara nasti. द्रष्टव्यं महोदय यत्र निपातनमस्ति तत्र प्रायः यत्र निपातनमस्ति तत्र प्रायः संहितायाम् इति अधिकारस्य आवश्यकता नास्ति. जलां जशोन्ते तत्र संहितायां न भवति खलु. जलां जशोन्ते तु त्रिपद्याम् अस्ति तत्र तत्र जलां जशोन्ते इति तत्र तत्रापि तत्र संहितायाम् इत्यस्य अधिकारे अस्ति खलु जलां जशोन्ते. तत्र तु पदान्ते अपि भवितुं शक्नोति अतः इदानीं तु संहितायाम् इति आवश्यकता नास्ति खलु. संहितायाम् इत्यस्य आवश्यकता नास्ति परन्तु तत्र अधिकारः अस्ति खलु संहितायाम् इत्यस्य अधिकारे अस्ति खलु पदान्ते तु नास्ति परन्तु यत्र पदस्य अन्ते अनन्तरं कश्चन वर्णः अस्ति तत्र तु संहितायां भवितुम् अर्हति खलु. तत्र तु अपदान्ते अस्ति चेत् जलां जश्च जशि कार्यं करोति न तु जलां जशोन्ते. न पदान्ते एव पदान्ते पदस्य अनन्तरम् अन्य कोऽपि वर्ण अन्य कोऽपि पदमस्ति चेत् तत्र तु संहितायां भवति खलु. मेबि इट् मे नाट् बि यूस्ड् इन् अ पर्टिक्युलर् सूत्र बट् फर् कण्टिन्यूटि आफ् other following sutras they may use samhitayam there also adhikara ha kutrachit prayah samhitayam ityasya avashyakata nasti. I will get you adhikara tu asti. I will get you this point what I said. I will get back to you. Sir okay. Agre gachatu bhagini. Itsanya I think all of us know because Bhagini taught us so much in detail but vyakarana shastrasya bahu mukhya amshah itsanya asti. We saw a lot here, so we will quickly just go over this, right? So, this is a very new concept, Nutana Vishyaha Asti, Vyakarane. You don't see it in any other Vyakarana, in any other language, right? So, if you see on slide number 36, so these are all the Itsanya related sutras, which we saw at length, right? And the only point I wanted to mention here was, now that we have spent a lot of time on Itsanya, it is worth observing the Anuvritti. Upadeshe Janunasika It. Right? So if you see, Upadeshe and It go all the way up to 139. Right? And Halantyam, if you see, it goes up to the next sutra, it is applicable. Navibhuktau to sma. And then Adir Nyutudavaha, if you see, it goes up to 8, right? So you will see that the Anuvritti is used here to distinguish between where it applies and where it doesn't apply. What applies to Pratyaya and what applies in general condition. And so you see them all, you know, one after the other. And finally, the Tasya Lopaha, which is eliding the each letter itself, right? So we have seen this in detail. And some examples, which also I think we have seen the same set of examples. Bhagini herself did a lot of examples for us. So I don't think we need to spend time here, Bhagini, unless you want to revise or something. No, Bhagini. Agree, Gachata, Bhagini. So this is very important. The next key concept, which is slide number 38, right? Ashtadhyayaha Vyapaka Vyavastha. यद्यपि अष्टाध्यायां भिन्नानि सूत्राणि भिन्नेषु प्रकरणेषु दीयन्ते तेषां सर्वेषां परस्परं सर्वदा सम्पर्कः भवति अर्थात् एकं सूत्रं कृत्वा अनन्तरम् एकं सूत्रं करणीयं कदाचित् तु एकत्र एव सूत्रद्वयं भवति चेत् किं सूत्रं करणीयं किम् आदौ करणीयं किम् अनन्तरं करणीयं किं न करणीयं बहु मुख्य अंशः एतत् एवं सूत्राणां परस्परसम्बन्धः यदा भवति तस्य निर्णयनार्थम् एका बहु महिता व्यवस्था पाणिना कल्पिता अस्ति There is a beautiful scheme that he has thought through. तस्य विषये जानीमः So I am referring to these as overarching themes across the entire Ashtadhyayi. So The first one, Mukhya Pradhanamshaha Utsarga Apavadaha Iti. So, if you see here, there is a very robust framework to deal with conflicts, which is called Vipratishede Param Karyam. So, if two sutranis, which can be invoked independent of each other, happen to conflict, at the same step during a prakriya, then out of the two, the one that appears later in Ashtadhyayi gets used at that place, right? So, Vipratisheda is generally conflict of sutras and can be decided in three ways, right? Paratva, Nityatva and Antarangatva, right? And we say, Para Nitya Antaranga Apavadanam Uttarottaram Baliyaha, right? Which means the one that comes later, right? So, sometimes of course Nitya overrules Para and sometimes Antaranga overrules Para, right? So, generally if you see, we use this Vipratishede Param Karyam and then of course we have another concept which is Utsarga Apavada, right? Very, very important. So, generally, the domain of the Apavada, right, is a subset of the Utsarga. I am on slide 39 now, right? Very important slide. So, please look at it. So, you have a Utsarga, Sarga, take Adgunaha, right? So, generally, the domain of the Apavada is a subset of Utsarga. So, Vriddhirechi is an apavada to Adgunaha. So, Guna is first mandated in general when A is followed by any Ach. Then, as an exception, Vriddhi is given when A is followed by H. So, H is a subset of Ach. So, the actual domain of Guna, if you see, it has Ach which includes H, right? So, similarly, Savarna Dirga is another apavada to Guna. We would have never thought about it this way, right, when we are studying. So, when A is followed by Savarna, Dirga happens instead of Guna. So, the outermost square that you see is Guna. Then there is an apavada which is a Vriddhi, right? And then you have the Savarna Dirga also as another apavada, right? So, that is the grand design of how Panini has actually resolved Guna vriddhi and then the special savarna which is coming through savarna deergha sandhi. Is this clear, Bhagini? Would you like to ask anything here? समीचीनं भगिनी, एकमेव वक्तुम् इच्छामि. अत्र सुमन् भगिनी, अत्र जलां जशोन्ते इति सूत्रं तु संहितायाम् इत्यस्य अधिकारे एव नास्ति, अतः तत्र संहितायाम् इति प्रश्नः एव न उदेति. यतः त्रिपाद्याम् अस्ति इति वा? न, अत्र जलां जशोन्ते इति सूत्रम् अष्टमाध्यायस्य द्वितीयपादे नवत्रिंशत्तमं सूत्रम् अस्ति. संहितायाम् इत्यस्य अधिकारः तु 108 इति अस्ति, अष्टाधिक एकशतं, तस्मिन्नेव पादे द्वितीयाध्याये अष्टमाध्याये द्वितीयपादे अष्टाधिक एकशततमं सूत्रमस्ति तयोर्यवावचि संहितायाम् इति. अतः जलां जशोन्ते इति सूत्रं तस्मात् पूर्वम् अस्ति, अतः संहितायाम् इति अधिकारः एव नास्ति तत्र. परन्तु अन्यत्र कुत्रापि यद्यपि संहितायाम् इत्यस्य अधिकारः अस्ति तथापि तत्र संहितायाम् इत्यस्य आवश्यकता नास्ति इति अपि अस्ति. यत्र यत्र इत्युक्ते तादृशं कुत्रचित् सूत्रमस्ति यत्र संहितायाम् इत्यस्य अधिकारः अस्ति परन्तु कार्यं न भवति इति अस्ति, परन्तु चिन्तनीयं कुत्र अस्ति इति. अस्तु, अत्र उत्सर्गः अपवादः इत्यस्मिन् विषये वयम् अग्रे विस्तृतरूपेण पठिष्यामः. अष्टाध्यायाः सूत्राणां बलाबलचिन्तनम् इति अस्ति पाठ, एकः पाठः, तस्मिन् सन्दर्भे पठिष्यामः. अग्रे गच्छतु भगिनि. सो द नेक्स्ट् मोस्ट् इम्पार्टेण्ट् कान्सेप्ट् इस् पूर्वत्र सिद्धम् आन् स्लैड् 40. बहु मुख्य अंशः अष्टाध्याय्याम् असिद्धत्वम् इति उच्यते. सो basically you can think of sapada saptadhyayi, that is all the way up to the 8th chapter first pada, all of them you take it as one block, and then the last three padas you take it as another block. That's why it is represented like this in slide 40, right? And you assume that as you go through this you don't know what is happening here, and once you get here then you can't go backwards. Within this there is a two way flow. Within the sapada saptadhyayi you can go this way, that way, right, as long as you do not have conflicts, right? So you just keep going between here and there, any order is fine here within sapada saptadhyayi. But when you come to tripadi it is a one way journey. You cannot go back after you start your operating of the sutras, okay? And I will tell you where this comes in very very handy. So in slide 41 you will see yanta vanta desha sandhi, right? As a beginner, right, I remember when I studied first when I was in school, I used to really wonder, after of course I had a long break after that and now I am learning differently, I used to wonder why I can't combine hara and iha. What is stopping me, right? Harai iha, okay, echoya vayavaha, it becomes hara and iha, but why can't I again combine hara and iha and move on, right? So the reason is, if you see in this next slide, on slide 42, you will see that lopaha shasalyasya is a tripadi sutra. So when the adgunaha, vriddhi, rechi, etc. happen, generally it happens in this area, right? So once you have come to harai and iha and you are crossing over this intermediate barrier and you are going to the other side, right, you cannot come back here. So once lopa shakalyasya applies it becomes hara iha, but you are already into sapada, you are into the tripadi karyam, so you have to only exit. You cannot come back here and do any of these sutras, which are, you know, Gunasandhi sutras or Vriddhi Sandhi sutras, etc. So this is a very important concept, and this we will see a lot of usage. We have already seen in Tingantha Prakaranam, but maybe we did not pay attention. Now we can pay attention as to why it is important also for us to do it in a particular order once we reach the Tripadi Karyam. We cannot do it in any order. We have to be careful because we can mess around with the sutras if we miss the order there. Right? So very, very important point in slide 42. Okay. So, and of course, I have a last slide here, which I use for real beginners, which is pay attention to kit, mit, nit, shit, fit. It appears as if some Latin and Greek, but they are the most critical part of Ashtadhyayi. So for beginners, I thought it is important to show them where this will come. So there is a slide on that in slide 43, and 44 has some examples around it. That's all, Bhagini. Bhagini, over to you. Bahu uttamam, Bhagini. Bahu samichinam asti. Bahu samyak. Bahu dhanyavadaha. Atra prashna asti. Dhanyavadaha. बहु समीचीनं भगिनि, सम्यक्तया कृतवती. इदानीं सर्वे सर्वैः बुद्धं खलु अष्टाध्यायी इति ग्रन्थस्य विषये, तत्र फ्रेम्वर्क् कथमस्ति इति. कोऽपि प्रश्नः वा अत्र पूर्वत्र सिद्धम् इत्यस्मिन् विषये किञ्चित् चिन्तनं कर्तुं शक्नुमः, यतोहि बहु मुख्यविषयः अस्ति पूर्वत्र सिद्धम् इति. अत्र पूर्वत्र सिद्धं किं स्पेशल् थेङ्क्स् रमा भगिनि फार् प्रेसेण्टिङ्ग्. धन्यवादः, धन्यवादः. अत्र पूर्वत्र सिद्धम् इति विषयः तु सर्वैः बुद्धं वा न वा इति न जानामि, परन्तु तत्र अत्र कोऽपि अस्ति वा यः सुमन् भगिनीं विहाय अत्र अन्य कोऽपि वक्तुम् इच्छति वा पूर्वत्र सिद्धम् इत्यस्य विषये? केनेटल् मेडम्, हा वदतु. पूर्वत्र सिद्धं सेस् any sutra coming after the present sutra is non existent. Ha prathamataya tatra ashtadhyayi iti granthasya vibhagah katam asti iti vadatu. Sapada sabda sabdahi from first to eighth prathama pada paryantam tripadi ashtadhyayase dvitiya pada tah chaturtha pada paryantam tripadi. बहु समीचीनम्. इदानीं वदतु पूर्वत्र सिद्धं फार् एनी सूत्र इन् अप् टु सपाद सत्याय सब्दायि त्रिपादि सूत्रम् इस् नान् एक्सिस्टेण्ट्. वित् इन् त्रिपादि पूर्वतूर्वस्य मीन् इन् द आङ्गल् आफ् पूर्वसूत्रं परसूत्रं नास्ति. पुनः वदतु. In the angle of the first sutra, following sutras are non-existent. Mm. For example, 8 to 1, mm. it doesn't know 8 to 3 to 8, 4, so up to 64 tak. Mm. Non-existent. Mm. Siddham bhi nasti. Satyam, satyam. Satyam, asti tvam nasti. Any sutra, later sutra, anything we done, we cannot go back and apply from Tripadi to Sapada Sabdayi or within Tripadi Purva Sutram. Satyam. Ha, ityukte atra kinchit punaha vaktum icchami chet Purva Atra Asiddham iti asti. Purva Atra Asiddham iti adhikara sutram asti Ashtamadhyayasya Dvitiya Pade Pratamam Sutram. Tadartham kim avagantavyam iti chet Ashtadhyayi iti granthaha भागद्वये विभक्तः अस्ति, डिवैडेड् इन् टु टु. सपादसप्ताध्यायी त्रिपादी इति भागद्वयम् अस्ति. सपादसप्ताध्यायी इत्यस्मिन् के के भागाः सन्ति इति चेत् प्रथमाध्यायस्य प्रथमपादात् प्रथमसूत्रात् आरभ्य अष्टमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रपर्यन्तं ये यानि यानि सूत्राणि सन्ति तानि सर्वाणि अत्र सपादसप्ताध्यायां सन्ति. त्रिपादि इत्यत्र अष्टमाध्यायस्य द्वितीयपादात् प्रथमसूत्रात् आरभ्य अन्तपर्यन्तम् इत्युक्ते अष्टमाध्यायस्य द्वितीयपादः तृतीयपादः चतुर्थपादः एते सर्वे मिलित्वा त्रिपादि इति वदामः. प्रथमपादात् अष्टमाध्यायस्य द्वितीयपादपर्यन्तं तत्र सपादसप्ताध्यायी इति वदामः. तर्हि अत्र तस्य महत्त्वं किम् इति चेत् सपादसप्ताध्यायं यानि यानि सूत्राणि सन्ति तत्र सपादसप्ताध्यायां यदा प्रक्रियाकाले सूत्रद्वयम् आगच्छति कार्यार्थं तत्र क्लेशः भवति, कान्फ्लिक्ट् भवति. यत्र सूत्रद्वयमपि कार्यं कर्तुम् उद्युक्तः अस्ति तत्र तयोः मध्ये क्लेशः भवति. तस्मिन् सन्दर्भे बलाबलस्य चिन्तनं भवति, अत्र युद्धं भवति द्वयोः सूत्रयोः मध्ये। तत्र वयं चिन्तयामः इदानीं किं सूत्रं प्रथमं कार्यं करोति इति चिन्तयामः चेत् तत्र सपादसप्ताध्यायं नियमाः सन्ति, तत्र विप्रतिषेधे परं कार्यम् इति अस्ति। तत्र सपादसप्ताध्यायं परसूत्रस्य बलम् अस्ति, यत् सूत्रं परम् अस्ति सङ्ख्यायाः दृष्ट्या, यत् परम् अस्ति तस्य बलम् अस्ति इति कृत्वा तस्य कार्यं प्रथमं भवति। सपादसप्ताध्यायं तादृशनियमः अस्ति, परन्तु अपवादः अस्ति चेत् भिन्नविषयः अस्ति। अपवादसूत्रस्य बलं सर्वदा अस्ति एव, तद् वयं सपादसप्ताध्यायं पश्यामः परसूत्रस्य बलम् इति पश्यामः। परन्तु त्रिपादी यदा वयम् आगच्छामः त्रिपाद्यां, तत्र अष्टमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रम् एव पूर्वत्र सिद्धम् इति अस्ति, अधिकारसूत्रम् अस्ति। पूर्वत्र सिद्धम् इति किं वदति? पूर्वत्र अत्र असिद्धम् इत्युक्ते अत्र त्रिपाद्यां यत् सूत्रम् अस्ति तस्य कृते यत् पूर्वम् अस्ति, तस्मात् पूर्वं किम् अस्ति? सपादसप्ताध्यायी अस्ति, सपादसप्ताध्यायी अत्र असिद्धम् इति इत्युक्ते तत्र सपादसप्ताध्यायाः दृष्ट्या त्रिपादी असिद्धं, त्रिपादी इत्यस्य अस्तित्वम् एव नास्ति। इदानीम् आद्गुणः इति सूत्रं सपादसप्ताध्यायाम् अस्ति, इदानीं लोपः शाकल्यस्य इति सूत्रं त्रिपाद्याम् अस्ति। लोपः शाकल्यस्य इति सूत्रेण यत्किमपि विधीयते तद् आद्गुणः इति सूत्रेण द्रष्टुं न शक्यते। किमर्थमिति चेत् त्रिपाद्यं यत्किमपि अस्ति तत्सर्वम् असिद्धम् अस्ति सपादसप्ताध्यायाः कृते। एवमेव त्रिपाद्यां पश्यामः चेत् इदानीं त्रिपाद्यां तत्र अष्टमाध्यायस्य द्वितीयपादे द्वितीयं सूत्रं यत्किमपि अस्ति, द्वितीयसूत्रे अपि पूर्वम् असिद्धं, तत्र पूर्वत्रासिद्धम् इत्यस्य अनुवृत्तिः भवति, अतः पूर्वम् असिद्धं भवति। अतः यत् अष्टमाध्यायस्य यदि अत्र अष्टमाध्यायस्य द्वितीयपादे तृतीयं सूत्रमिति स्वीकुर्मः तर्हि द्वितीयसूत्रस्य कृते तृतीयं सूत्रम् असिद्धं, तृतीयसूत्रस्य कृते चतुर्थसूत्रम् असिद्धं, चतुर्थसूत्रस्य कृते पञ्चमसूत्रम् असिद्धम् इति एवं गच्छामः। अतः एव त्रिपाद्यां क्रमेण सूत्राणि प्रवर्तन्ते, प्रथमं तत्र प्रथमसूत्रं कार्यं करणीयं, तदनन्तरं द्वितीयसूत्रं कार्यं करणीयं। यदा त्रिपाद्यां प्रक्रियाकाले द्वयोः सूत्रयोः मध्ये क्लेशः अस्ति तत्र पूर्वसूत्रम् एव प्रथमं कार्यं करोति, सपादसप्ताध्यायां तु परसूत्रं कार्यं करोति, त्रिपाद्यां तु पूर्वसूत्रमेव प्रथमं कार्यं करोति। बुद्धं वा? कोऽपि प्रश्नः अस्ति वा? एकसूत्रं तु सपादसप्ताध्याये, अनन्तरम् एकसूत्रं तु त्रिपाद्याम् अस्ति चेत् सपादसप्ताध्यायस्य सूत्रमेव कार्यं भवति, कार्यं भवति खलु? अस्तु, सत्यं। तदर्थमेव अत्र पूर्वत्र सिद्धम् इत्यस्य द्वैविध्यम् इति उच्यते, बालानाम् अर्थबोधनार्थं तादृशम् उच्यते। द्वैविध्यम् इत्युक्ते शास्त्रासिद्धं कार्यासिद्धम् इति उच्यते। शास्त्रासिद्धम् इत्युक्ते यथा भवती उक्तवती एकं सूत्रं सपादसप्ताध्यायाम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति, तयोः द्वयोः अपि प्रसक्तिः अस्ति अत्र एकस्मिन् सन्दर्भे। तत्र किं करणीयम् इति चेत् तत्र द्वयोः यद्यपि प्रसक्तिः अस्ति तथापि अत्र त्रिपादीसूत्रं स्वयम् असिद्धम् अस्ति, यतोहि अत्र सपादसप्ताध्यायी इति सूत्रस्य दृष्ट्या त्रिपादी इति एव नास्ति, त्रिपादी इत्यस्य अस्तित्वमेव नास्ति। अतः तस्मिन् सन्दर्भे सपादसप्ताध्यायी इति सूत्रस्य एव बलवत्वम् अस्ति, अतः तस्य कार्यं भवति। इदानीम् अत्र पश्यामः चेत् प्रक्रियाकाले त्रिपाद्यां यत् सूत्रमस्ति, प्रक्रियाकाले त्रिपाद्यां यत् सूत्रमस्ति तस्य कार्यं भवति इति चिन्तयामः। तस्य कार्यं भवति तदनन्तरं तत्र यथा अत्र अस्माकम् उदाहरणे आसीत् किमासीत् उदाहरणं? हरयोगः इह इति अस्ति। तत्र प्रथमतया एचोयवायावः इति सूत्रस्य कार्यमस्ति, एचोयवायावः इति सूत्रं तु षष्ठाध्याये अस्ति, अतः तत्र एकारस्य स्थाने अयादेशः हरैयोगः इह। इदानीं किं भवति इति चेत् लोपः शाकल्यस्य इति एकं सूत्रमस्ति त्रिपाद्यां, तस्य कार्यं भवति येन यकारस्य लोपः भवति, विकल्पेन यकारस्य लोपः भवति, अतः हरयोगः इह। अधुना किम् अस्ति इति चेत् वयं चिन्तयामः अत्र आद्गुणः इति सूत्रेण गुणकार्यं भवितुम् अर्हति इति वयं चिन्तयामः, परन्तु अत्र आद्गुणः इति सूत्रं तु यकारं पश्यति, यतोहि लोपः शाकल्यस्य इति सूत्रस्य अस्तित्वम् एव नास्ति आद्गुणः इति सूत्रस्य दृष्ट्या. आद्गुणः केनाट् सी द लोपः शाकल्यस्य. वाट् एवर् द कार्य दट् हेस् हेपेण्ड् ड्यू टु लोपः शाकल्यस्य, आद्गुणः केनाट् सी दट्. देर्फोर् हरयोगः इह इन् आद्गुणस् दृष्टि हरैयोगः इह इति एव अस्ति, तत्र यकारः एव अस्ति. केवलं यचोयवायावः इत्यनेन यत् कार्यं कृतं तदेव पश्यति आद्गुणः. अतः तत्र आद्गुणः इत्यस्य कार्यं न भवितुम् अर्हति. एतदेव अत्र कार्यासिद्धम् इति वदामः. कार्यासिद्धम् इत्युक्ते यत्र त्रिपादीसूत्रेण यत्किमपि कार्यं कृतं तत् कार्यं सपादसप्ताध्यायी इति सूत्रस्य दृष्ट्या असिद्धम् अस्ति. सपादसप्ताध्यायी इति तत् कार्यं द्रष्टुं न शक्नोति, यतोहि त्रिपादी एव सम्पूर्णतया असिद्धम् अस्ति. त्रिपादी डजन्ट् एक्सिस्ट् इन् द ऐस् आफ् सपादसप्ताध्यायी. Therefore, whatever work that is done by Tripadi is non-existent for Sapada Saptadhyayi. Iti Vishaya Hasti. Agatam? Excellently. Samichinam. Mukhya Vishaya Hasti, Varam Varam Agachati. Ataha, Sarvaihi Kripya, Udharanam Pashyantu, Uttamam Udharanam Asti. Are Hare Yogaha Iha Iti. तत्र पश्यति चेत् अत्र उदाहरणं मनसि स्थापयन्ति चेत् तत्र कुत्रापि भ्रमः न भवितुम् अर्हति. यत्र कुत्रापि सपादसप्ताध्यायीसूत्रं त्रिपादीसूत्रमस्ति तत्र सर्वत्र वयं जानीमः सपादसप्ताध्यायी इत्यस्य एव बलम् अस्ति, अतः तस्य एव कार्यं भवति. यदा कदापि त्रिपादीसूत्रस्य कार्यानन्तरं सपादसप्ताध्यायीसूत्रस्य प्रसक्तिः अस्ति चेत् तस्य कार्यं न भवितुम् अर्हति, यतोहि त्रिपादीसूत्रम् असिद्धम् इति तत्र नियमद्वयम् अस्ति. तर्हि अत्र सगयामः. प्रश्नः एक अन्य उदाहरण भगिनि, विष्णु इह विष्णुविह रूपसिद्धः अस्ति, अतः लुक्स् लैक् विष्णु योग इह विष्णुविह भवति. अन्य उदाहरणं विष्णुयोगः इह इति वा कार्यं करोति. That's the example that's given there, actually. You can see it in the slide. In slide 41, you see. Vishnu. Oh, it's there? Iha. Vishnu who becomes Vishnu. Vishnu Iha. That becomes Vishnu. Vishnu Iha. Slide 41. Yes. Oh. Sahi. Atra Virama Maha. Kokshashnaha Nasi Chet. अस्तु तर्हि धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः. धन्यवादः. नमस्कारः.